अनिल् महोदय नमस्कारः, कृपया अत्र आरम्भश्लोकं वदतु। आम् महोदय। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधितमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। अस्तु, सुस्वागतं व्याकरणविषये। अत्र गतवर्गे पुरस्तात् अपवादाः अनन्तराणि विधीन् वादन्ते न उत्तरान् इति वयं दृष्टवन्तः। पुरस्तात् अपवादाः इत्युक्ते किम्? अपवादाः इत्युक्ते यत्र विधिः न दीयते, यत्र विधिः न अस्ति, तत् सूचनार्थम्। एकनिमिषं, मया पूर्वमेव एतत् विषये सूचितमेव, अपवादाः इत्युक्ते किम् इति मनसि अत्र स्थापनं भवति वा महोदयस्य विषये? अपवादः इत्युक्ते किम्? अहं न स्मरामि, अत्र पश्यतु, पठितुं शक्यते वा? अपवादः इत्युक्ते येन न प्राप्तः, यः विधिः आरभ्यते सः एव अपवादः। सः एव अपवादः। अपवादः इत्युक्ते येन न प्राप्तः, अत्र किमपि सूत्रविषये किमपि न प्राप्तः, परन्तु अत्र विधिः अत्रैव आरभ्यते इति नूतनतया यत् विधिः आरब्धा स एव अपवादः। अनन्तरम् अत्र किञ्चित् पूर्वपरनीति अन्तरङ्ग अपवादानाम् उत्तरो बलियः इति अत्र एतदपि वयं दृष्टवन्तः, बलियः इति। परन्तु अत्र येन न प्राप्तः अपवादः इत्युक्ते यत्र किमपि विधिः न प्राप्तः, यः विधिः तत् स्थाने एव आरभ्यते, नूतनतया सूत्रम् आगत्य कार्यं करोति खलु। अतः एव अत्र पुरस्तात् अपवादाः अनन्तरान् विधिं वदन्ते न उत्तरान्। अग्रे यत् विधिः आरभ्यते तत् विधिः अनन्तरान् विधिम् एव वदन्ते न उत्तरान् इति वयम् अत्र एतत् युक्तु अनन्तरम् अत्र वृद्धिरेति एङि पदरूपम् ओमाङ्गच इति विषये वयं दृष्टवन्तः। अत्र अपि विप्रतिषेधे परं कार्यं, विप्रतिषेधे परं कार्यं, महोदय वदतु अर्थं किम् यत्र? विप्रतिषेधे परं कार्यम् इत्युक्ते सूत्रं द्वयम् आगत्य एकस्मिन् स्थले एव सूत्रं द्वयम् आगच्छति, तत् स्थाने सूत्रं किम् आगन्तव्यम् इति सूचयति विप्रतिषेधे परं कार्यं। 142 अत्र पश्यामि वयं, भवान् तु बहु चतुर्वय एव मनसि स्थापयतु। विप्रतिषेधे परं कार्यम् इत्युक्ते यत्र द्वयोः मध्ये सूत्रम् आगत्य कार्यं करोति चेत् अत्र यत् सूत्रं प्रथमम् आगन्तव्यं, यत् अत्र पश्यतु, पठतु अत्र महोदय। तुल्यबलसूत्रयोः समानस्थले प्राप्तिः अस्ति चेत् परसूत्रस्य प्रयोगः भवति। इदानीम् अत्र पूर्वत्रासिद्धमेव वयं पठितवन्तः। पूर्वत्रासिद्धम् इत्युक्ते पूर्वसूत्रमेव परसूत्रं, पूर्वसूत्रमेव कार्यं करोति, परसूत्रम् असिद्धं भवति इति। इदानीमत्र तुल्यबलसूत्रयोः, द्वयोः सूत्रयोः एतत् कार्यं कर्तुं शक्यते इति वयं दृष्टवन्तः। परन्तु समानस्थले अस्ति चेत्, सूत्रं द्वयं समानस्थले अस्ति चेत् अत्र परसूत्रस्य प्रयोगः एव कार्यं करोति, परसूत्रं। परन्तु एतत्तु विप्रतिषेधे परं कार्यं, परमेव कार्यं भवति। विप्रतिषेधे अत्र प्रक्रियायां द्वयोः अधिकानां वा सूत्राणां विप्रतिषेधे प्राप्ते द्वयोः सूत्रः नास्ति अपि अनन्तरं बहवः सूत्राः आयाति चेत् अत्र विप्रतिषेधे प्राप्ते तस्मिन् स्थले ते तु परसूत्रस्य प्रयोगः भवति इति अस्य सूत्रस्य आशयः. वयम् एतत् विषये बहवः चिन्तितवन्तः, परन्तु पुनरपि पुनरपि पठितव्यमेव, अनन्तरमेव मनसि एतत् आगच्छति, बहुवचने जल्येत् सुपि च, अनन्तरम् अत्र वृद्धिरेचि आदिगुणः, एतत् वयं दृष्टवन्तः. मनसि स्थापयतु, पुनरपि पुनरपि पठितव्यमेव. अस्तु, इदानीमत्र एतत् पठतु महोदय, अत्र उदाहरणरूपेण किम् अस्ति इति. रामयोगाभ्यास सौजसमोट् इति चतुर्थी बहुवचनस्य प्रत्ययः. रामे योगाभ्यास सुपि च तथा च बहुवचने झल्लेत् एतयोः युगपत् प्राप्तौ विप्रतिषेधे परं कार्यम् इत्यनेन परत्वात् बहुवचने झल्लेत् इति एकारादेशः विधीयते. रामेभ्यः ससजुषो रुः खर्वसानयोः विसर्जनीयाः इति विसर्गः. अत्र एकस्मिन् स्थले एव रामे योगः व्यस्वति व्यस्, इदानीं सुपि च बहुवचने जल्येत् एतयोः युगपत्. युगपत् इत्युक्ते किम्? युगपत् इत्युक्ते समानसमये सैमल्टेनियस्लि. उत्तमं, युगपत् प्राप्तं विप्रतिषेधे परं कार्यम्. अत्र विप्रतिषेधे परं कार्यं किं सूचयति? परसूत्रमेव कार्यं करोति इति. अत्र सुपि च 73 102, बहुवचने जल्येत् 103, अतः तत्र बहुवचनमेव कार्यं, बहुवचने जल्येत् इति सूत्रमेव विप्रतिषेधे परं कार्यम् इति सूत्रम् आगत्य अत्र साहाय्यं करोति. अतः सुपि च इति त्यक्तवन्तः, बहुवचने जल्येत् इत्यनेन एकारः आदेशः भवति, अतः एव रामे इति भवति. व्यस् वयं जानीमः, सकारस्य स्थाने सकृजुषोरुः इत्यनेन ऋतुं करावसानयो विसर्जितः इत्यनेन रामेभ्यः इति भवति. वयं जानीमः एतत् विषये. इदानीम् अत्र पश्यतु, एतत् विप्रतिषेधे परं कार्यम्. इदानीं रात्राण् आह पुंसि इति अत्र गतवर्गे किम् अस्ति, अत्र गोदामल् पठितवती, अत्र सा नपुंसकं समाहारे गोदामल् पुनरपि पठितुं शक्यते वा? सर्वे अत्र लीव् मध्ये विरामः तस्य स्वीकृतवन्तः, भवती एव पठितव्यं. पठतु, यात्रायाम् अस्ति, यात्रायां सन्ति, पठितुं शक्यते वा? कुम्भमेलायां गच्छति. बहु उत्तमम्. अस्तु, भवान् एव पठतु. सूत्रक्रमः स नपुंसकम् अपवादसूत्रं. समाहारे द्विगुः द्वन्द्वश्च नपुंसकं स्यात्. यस्य अयम् एकवत् भावः विहितः स नपुंसकलिङ्गो भवति. द्विगुः द्वन्द्वश्च पर्वलिङ्गपवादः यथा पञ्चगवं दन्तोष्टं. पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः, परस्य यलिङ्गं तद्भवति द्वन्द्वस्य तत्पुरुषस्य च. उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते. समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य इदं ग्रहणम्. यथा कुकुटमयूरयौ इमे, मयूरीकुकुटौ इमौ. रात्रान्नहाः पुंसि, रात्र अहन् अह इत्येते पुंसि भाष्यन्ते पर्वलिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः इदं वचनं यथा यथा अहोरात्रः पूर्वरात्रः पूर्वाह्नः द्वयः पर्वलिङ्गपदवादः परत्वात् सं नपुंसकम् इत्यस्य समाः नपुंसकतां बाधते सङ्ख्यापूर्वं रात्रं क्लीबं द्विरात्रं त्रिरात्रं गणरात्रम् वयमेतत् विषये पूर्वमेव दृष्टवन्तः स नपुंसकम् इति इत्युक्ते समाहारद्विगु द्वन्द्व नपुंसकं च यत्र समाहारद्विगु द्विगु इत्युक्ते अत्र सङ्ख्यावाचकशब्दः इदानीम् अत्र एकवति भावः विहितः किम् अस्ति चेत् अत्र स नपुंसकलिङ्गः भवति द्विगु द्वन्द्व च पर्वलिङ्ग अपवादः पर्वलिङ्गम् इत्युक्ते अत्र एतलिङ्गं पूर्वम् आगत्य कार्यं करोति तत् लिङ्गमेव अग्रे अपि आयाति कार्यं करोतु पर्वलिङ्ग अपवादः यथा अपवादसूत्रमिति पञ्चगवं दन्तोष्टम् इति अस्ति पञ्चगवं दन्तोष्टम् उदाहरणरूपेण स्थानपुंसकं स्थानपुंसकं 2417 एतदेव पश्यन्ति 2417 सामान्ये नपुंसकमिति अस्ति अत्र यस्य अयम् एकवत् भावः विहितः सः नपुंसकलिङ्गे भवति द्विगुर्द्वन्द्वश्च इदानीमेव दृष्टवन्तः पञ्चगवम् अनन्तरम् अत्र दशगवम् इति द्वन्द्वः अत्र सिद्धान्तकौमुद्यां समाहारे द्विगु द्विगु नपुंसकपर्वलिङ्गम् एतत् अत्र अत्रापि अस्ति समानमेव किमपि अत्र लघुसिद्धान्तकौमुदी समाहारे द्विगुर् प्रथमं महोदय एस् सि सन्थिङ्ग् इति एस् सि वासु वा अत्र द्विगुर् द्विगु आर् द्वन्द्व काम्पौण्ड् इति पठतु अत्र भवान् एव पठतु It namely the dvigu or dvandva compound with regard to which singular number has been obtained by the above rules is always neuter gender. As dasagavam, an aggregate of 10 cows, panipadam, hands and feet, sirogrivam, head and neck. The sutra debars the operation of the rule by which a compound gets the gender of its subsequent member. Twigu, the last member of which ends in short a, is employed in the feminine gender only, as Panchpuli, Dasharathi. Twigu, the last number of which is feminine word ending in ap affix, is optionally feminine as Panchakhatvam, Panchakhatvi. Twigu, the last number of which is a word ending in an, is optionally feminine and na is elided as panchataksham or panchatakshi. A prohibition must be stated in case of divi compounds ending in patra. Panchapatram, chaturyugam, tribhuvanam. Yatra sankhyavachaka shabdagam bhavati, tatra napumsukalimingeva bhavati. Anantra mantra panipadam. अग्रे अन्य उदाहरणमपि अस्ति अत्र मृदङ्गविषये यत्र यत्र अत्र सङ्गीतविषये किञ्चित् इन्स्ट्रुमेण्ट् आगच्छति चेत् तत्र अपि परन्तु महोदय अत्र पाणिपादम् अत्र सङ्ख्या नास्ति सङ्ख्या नास्ति परन्तु अत्र पूर्वम् अत्र दशगवम् इति अस्ति अनन्तरम् अत्र पाणिपादं हेण्ड् स्ट्रीट् एतदपि आगच्छति द्वन्द्व किं द्विगु इति अस्य समासपुस्तकमस्ति चेत् अत्र पश्यतु एतत् हेण्ड्स् अण्ड् फीट् अस्ति अनन्तरं सङ्गीतविषये अपि अस्ति मृदङ्गम् यत्र यत्र एतत् विषये आगच्छति तत्र पर्वलिङ्गस्य अपवादः परन्तु अत्र द्वन्द्वः इति अस्य न्यूट्रल् जेण्डर् एव नपुंसकलिङ्गमेव अत्र भवति इति. उदाहरणरूपेण अत्र दशकं पाणिपादम् अङ्गानि अत्र किम् अस्ति नपुंसकलिङ्गं द्वन्द्व भवतः समीपे अस्ति वा पुस्तकम् किं पुस्तकं समासपुस्तकं 30 रुपीस् मध्ये संस्कृतभारतीय आम् अस्ति महोदय परन्तु अद्य मम समीपे नास्ति समीपे नास्ति खलु एतत् अत्र नञ्जतत्पुरुषसमासः दिगुसमासः अत्र दिगुसमासः पञ्चानां गवां समाहारः त्रयाणां बोणानां चतुर्णां बोणानां सप्तानाम् अन्हां समाहारः अत्रैव भवति दिगुसमासः त्रिविधा भवति तद्धितार्थदिगु उत्तरपदपरदिगु अनन्तरं समाहारदिगु इति अत्र सप्तस्थाने एव भवति एतत् विषये एव द्वयोः अन्नः तिसॄणां स्त्रीणां पञ्चानां नवानां रात्रीणां त्रयाणां लोकानां पञ्चानां वटानां इदानीम् अत्र पश्यतु अकार उत्तरः अस्ति चेत् यत्र दिगु लास्ट् नम् लास्ट् मेम्बर् आफ् विच् एन्स् वित् आ किमपि भवतु अत्र आ इति अन्ते श्रूयते चेत् अत्र पञ्च कूली दशरथी दशरथ इति अस्ति अकारान्तः श्रूयते चेत् पञ्चपूल इति अस्ति चेत् अत्र अकारं श्रूयते तत् स्थाने स्त्रीलिङ्गं भवति अतः एव अत्र अकारं श्रूयते चेत् स्त्रीलिङ्गम् अनन्तरम् अत्र विच् इस् अ फेमिनिन् एण्डिङ्ग् वित् आप् इति अस्ति चेत् अत्र पञ्च फट्व इति अस्ति चेत् अत्र पञ्च फेमिनिन् अस् पञ्च खट्वम् आर् पञ्चखटि नपुंसकलिङ्गं भवि अपि भवति भवितुमर्हति अनन्तरम् अत्र पञ्चखटि स्त्रीलिङ्गमपि भवितुमर्हति अनन्तरं द वर्ड् एण्डिङ्ग् वित् अन् फेमिनिन् अन् द यन् ईस् एलैटेड् पञ्च तक्षं तक्षन् इति अस्ति चेत् अत्र पञ्चतक्षं एतत् पाणिपादम् इति स्वीकृतवन्तः पञ्चकत्वं पञ्चकटि अनौल् नलोपेषु दिगु स्त्रियां पञ्च अत्रैव भवति किम् अस्ति चेत् आम् महोदय अवगतं प्रथमं तु द्विगुः अस्ति अनन्तरं द्वन्द्व अस्ति अस्तु इदानीमत्र संख्यावाचक उदाहरणम् अस्ति द्विगुः विना संख्यावाचक उदाहरणम् अस्ति द्वन्द्व पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः परस्य यत् लिङ्गं तत् भवति वयं जानीमः परसि यतलिङ्गं भवति पूर्वयतलिङ्गं भवति परसि यतलिङ्गं भवति एतत् स्वीकृत्य एव अत्र पदं भव पदं पदसमूहः भवति इति अत्र द्वन्द्वस्य तत्पुरुषः च इति भवति उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते उत्तरपदलिङ्गम् उत्तरपदं यत् अस्ति द्वन्द्वतत्पुरुषयोः विधीयते समाहारद्वन्द्वे च नपुंसकलिङ्गस्य विहितत्वात् इतरेतरद्वन्द्वः इदं ग्रहणं यथा कुकुट् मयूरयोः इमे मयूरी कुकुट्टौ इमौ अत्र किञ्चित् द्रष्टव्यं कुकुटः इति वर्णः अधिकमस्ति मयूरः इति वर्णः लघु अस्ति अतः एव अत्र एतत् प्रथमम् आगत्य कार्यं करोति मयूरी कुकुट्टौ इमौ इति तदेव अत्र हरिहरौ हरः इति हरि किञ्चित् एतत् विषये अग्रे आयाति एव द्रष्टव्यम्। अत्र तु लिखितं द्वयो अपि सम्यक् एव, कुक्कुटं यूरियौ सम्यक् हरिच इदानीं पश्यतु सञ्जक सञ्जक अत्र वर्णक कम् इतरेतर द्वयोः समाहारे च अर्थे वर्तमानम् अनेकं सुबन्तं समस्यते, अनेकसुबन्तम् आगत्य कार्यं करोति, नाम अत्र समूहः एव भवति, अतः द्वन्द्वः इतरेतरसमाहारः चेत् द्विविधा भवति, इतरेतरद्वन्द्वः अनन्तरं द्वयोरपि पदयोः भवति, बहूनामपि पदानां भवति, समाहारः अपि तदैव, किन्तु समाहारद्वन्द्वः क्वचित् नित्यः भवति। इदानीम् इतरेतरद्वन्द्वः किम् अस्ति चेत् हरि च हरश्च, हरि अत्र एतत् हरि इति हरि च हरश्च इति स्वीकुर्मः चेत् हरिहरौ वयं जानीमः एव हरिहरौ इति एव इतरेतर तदेव अत्र भवति। इदानीम् अत्र अल्पाक्षरम् इति भवति, अल्पसङ्ख्यावाचकपदं पूर्वं प्रयोज्यं 2 to 34 अस्ति, एतदेव मम चिन्तनम् अत्र 2 to 34। अतः एव अत्र मयूरः इति पदं पूर्वम् आगत्य कार्यं करोति, सङ्ख्या अल्पी अल्पीयस्याः द्रष्टुं शक्यते खलु वर्णः अस्ति चेत्। अत्र एतत् विषये पश्येम, द्वन्द्व इति वर्तते, पठतु भवान् पठतु। द्वन्द्व इति वर्तते अल्पाच्चतरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यं, प्लक्षश्च न्यग्रोधश्च प्लक्षण्यग्रोधौ धवखदिरपलाशाः बहुस्वन्यं बहुस्वन्यमः शङ्खदुन्दु। अस्तु इदानीम् इदानीम् आगच्छति, अत्र पश्यतु वीणा शङ्खदुन्दुभ्यः इति अस्ति, मया उक्तं खलु सङ्गीतवाचकशब्दम्, एतदपि अत्र एव सङ्गीत अत्र एतद् विषये अपि नपुंसकलिङ्गमेव भवति, पाणिपादं वीणा वीणा शङ्खदुन्दुभ्यः इति भवति। अत्र अल्पाचरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्, अतः एव अत्र मयूरः इति पूर्वम् आगत्य कार्यं करोति, कुक्कुटः इति वर्णः अधिकम्, एकवर्णमेव अधिकं तावदेव अत्र इदानीं समानमस्ति चेत् किमपि प्रयोक्तं हरिहरौ इति अस्ति चेत् हरिः अपि पूर्वम् आगत्य कार्यं करोति, हरः अपि, अत्र किमपि क्लेशः नास्ति। अत्र अल्पाचरम् अत्र यल्प यत्र वर्णाः लघु सन्ति एतत् पूर्वम् आगत्य कार्यं करोति, बहवः वर्णाः सन्ति चेत् अग्रे आगत्य कार्यं करोति। इदानीम् अत्र रात्रान् आह रात्रान् आह पुंसि रात्र अह्न अह इति एते पुंसि भाष्यन्ते, यत्र एतत् पदम् आगत्य कार्यं करोति तत्र नपुंसकलिङ्गं नाग आगत्य कार्यं करोति, एकमेव पुंसि एव परवलिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः इदं वचनं, किं वचनं रात्राह्नाः पुंसि, अत्र स्त्रीलिङ्गमपि भवितुं न अर्हति, नपुंसकलिङ्गमपि न आगत्य कार्यं करोति, अत्र पुल्लिङ्गपदमेव, अतः एव अहो रात्रः पूर्वरात्रः पूर्वाह्नः व्यद्यः इति भवति, व्यद्यः पुल्लिङ्गम् अहर्द्वयं अहर् इत्युक्ते किं जानाति वा? अहर् इत्युक्ते अहर् गण दिवसः दिवसः दिवसः उत्तमं दिवसः द्वे हगणि समाहृते द्वे हगणि द्वे अग्नि अत्र कुम्भमेलायां मया मम किम् अस्ति अत्र परिवारः तिष्ठन्ति अत्र अहः द्वयगः टु डेस् देट् टु डेस् आल्सो डे टैम् एतदेव अत्र द्व अग्नि समाकृते इति भवति अनन्तरम् अत्र इति पदमस्ति परवलिङ्ग अपवादः परत्वात् स नपुंसकम् इत्यस्य समाहार नपुंसकं बाधते अत्र एतत् विषये नपुंसकलिङ्गं न आगत्य कार्यं करोति अहोरात्रः इति पुल्लिङ्गपदमेव सङ्ख्या पूर्वम् अस्ति चेत् अत्र सङ्ख्यावाचकं पूर्वम् अस्ति चेत् तत् स्थाने अत्र अवश्यं नपुंसकलिङ्गमेव भवति इति अतः एव अत्र द्विरात्रं नपुंसक अत्र सङ्ख्यावाचकमस्ति खलु द्वि इति अतः तत्र झटिति मनसि आगन्तव्यं यत्र सङ्ख्यावाचकं पूर्वम् अस्ति चेत् पदमस्ति चेत् अत्र नपुंसकलिङ्ग एव भवति इति द्विरात्रं त्रिरात्रम् अनन्तरं गणरात्रम् इति भवान् अग्रे पठतु यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र अहन् अह च भवति तत्र युगपत् पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः रात्राणाः पुंसि इति एतयोः सूत्रयोः प्रसक्तिः भवति तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति समाहारद्वन्द्वः वा समाहारद्विगुः चेत् सः नपुंसकम् इति अपवादसूत्रस्यापि प्रसक्तिः भवति अग्रे अपि अत्र पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषा प्रवर्तते अर्थात् पूर्वमेव यः अपवादः अस्ति सः अनन्तरस्य विधिं बाधते न तु उत्तरस्य अपवादसूत्रं समीपवर्तिनं बाधते सः नपुंसकम् इति अपवादसूत्रं पूर्वम् अस्ति अतः तत् समीपवर्तिनं सूत्रं बाधते अत्र समीपवर्तिसूत्रम् अस्ति पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति अतः अस्या परिभाषायाः बलेन सह नपुंसकम् इति सूत्रं पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सुपरसूत्रेण या पर्वलिङ्गता विद्यते ताम् अपवादत्वात् बाधते सः नपुंसकम् इति सूत्रं रात्राणः पुंसि इति सूत्रस्य अपवादः नास्ति यतोहि तत् समीपवर्ति नास्ति रात्राणः पुंसि इति सूत्रेण रात्राणः अन्तः द्वन्द्वतत्पुरुषः पुल्लिङ्गे भवति रात्राणः अन्तद्वन्द्वतत्पुरुषः पुंसि पुल्लिङ्गे इति अर्थः रात्राणः पुंसि इति सूत्रम् अनन्तरत्वात् पर्वलिङ्गता अपवादः अपि परत्वात् समाहारनपुंसकतां बाधते अर्थात् सः नपुंसकम् इति सूत्रमपि बाधते पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति पूर्वसूत्र अवगतवान् वा किमस्ति इति यत् वयं पठितवन्तः भवान् अस्ति वा अनिल् महोदय गोदमल अस्ति खलु आमां अस्तु अत्र भग्नम् अभवत् इति मन्ये राणील् महोदय. सर्वे यात्रायाम् अस्ति. रात्रान्नाः पुंसि इति सूत्रेण रात्रान्नाहान्त द्वन्द्वतत्पुरुषः पुल्लिङ्गे भवति. रात्रान्नाहान्तद्वन्द्वतत्पुरुषाः पुंसि इत्यर्थः. रात्रान्नाः पुंसि इति सूत्रम् अनन्तरत्वात् पर्वलिङ्गातापवादः अपि परत्वात् समाहारनपुंसकतां बाधते. अर्थात् सः नपुंसकम् इति सूत्रमपि बाधते. पर्वलिङ्गद्वन्द्वतत्पुरुषयोः इति पूर्वसूत्रेण या पर्वलिङ्गता विधीयते तां बाधित्वा रात्रान्नाः पुंसि इति अपवादसूत्रेण पुस्त्वं विधीयते. रात्रान्नाः पुंसि इति अनन्तरविधिः समीपवर्तिनं बाधते. अतः पर्वलिङ्गद्वन्द्वतत्पुरुषयोः इति सूत्रमेव बाधते. अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः बलेन रात्रान्नाः पुंसि इति अनन्तरविधिः समीपवर्तिनं पर्वलिङ्गद्वन्द्वतत्पुरुषयोः इति सूत्रमेव बाधते. अस्तु अत्र यत् वयं पठितवन्तः. अनिल् महोदय इदानीम् अस्ति वा? आं महोदय, अत्र विद्युत् गतः. विद्युत् अस्तु अत्र पश्यतु. सर्वत्र भवति एव. अत्र पुरस्तात् अपवादः अनन्तरान् विधीन् एव बाधन्ते, न उत्तरान्. उत्तरविधिः किमपि न बाधते इति. अर्थात् पूर्वमेव यः अपवादः अस्ति सः अनन्तरस्य विधिः एव बाधते, न उत्तरस्य. अपवादसूत्रं समीपवर्तिनं बाधते. अपवादसूत्रं यत् सूत्रं समीपवर्तिनः, अत्र युगपत् अस्ति चेदपि समीपवर्तिनः सूत्रं यत् अस्ति एतदेव बाधते इति. अत्र स नपुंसकमिति 2417 अस्ति. अपवादसूत्रं पूर्वम् अस्ति, अतः तत् समीपवर्तिनगसूत्रं बाधते. किम् अस्ति अत्र अग्रे दत्तवन्तः, समीपवर्तिसूत्रम् अस्ति पर्वलिङ्गं द्वन्द्वतत्पुरुषोः तत्पुरुषयोः इति 2426 अस्ति. एतत्तु स नपुंसकलिङ्गमिति 2417 अस्ति. समीपवर्तिनगसूत्रं पूर्वमपि अस्ति, अतः अस्याः परिभाषायाः बलेन सः नपुंसकम् इति सूत्रं पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति परसूत्रेण पर्वलिङ्गता विधीयते, ताम् अपवादत्वात् बाधते. स नपुंसकमिति सूत्रम् अत्र 2417 अस्ति. इदं सूत्रं रात्रान्नाः पुंसि इति 2429 भवति. एत इति सूत्रस्य अपवादः. एतत् पूर्वसूत्रमस्ति, परसूत्रम् अत्र पुरस्तात् अपवादान् विधीन् बाधन्ते, न उत्तरान्. पूर्वविधिः एव बाधते, उत्तरविधिः न बाधन्ते इति. अतः तत्र यतोहि तत् समीपवर्ती नास्ति, समीपवर्तिनः नास्ति एव. रात्रान्नः पुंसि इति सूत्रेण रात्रान्हाहान्तः द्वन्द्वतत्पुरुषः अस्ति अत्र, पुल्लिङ्गे एव भवति. अतः वयं दृष्टवन्तः किम् अस्ति अत्र अहोरात्रः इति वयं दृष्टवन्तः. पुंसि एव भवति. अत्र सूत्रसङ्ख्या 2429 भवति. स नपुंसकमिति 17 भवति. पूर्वसूत्रम् एव बाधन्ते, न उत्तरसूत्रं बाधन्ते इति एतत् परिभाषया अत्र उक्तम्. इदानीं रात्रान् हान्त द्वन्द्वतत्पुरुषः किं भवति अत्र? पुंसि एव भवति इति अर्थः. रात्रान् हाहः पुंसि इति सूत्रम् अनन्तरत्वात् परवलिङ्ग अपवादः अपि परत्वात् समाहार नपुंसकत्वं बाधते. अतः एव स नपुंसकम् इति सूत्रं बाधते. अत्र रात्राह्नाः पुंसि एव कार्यं करोति. अतः एव अहोरात्रं न किमस्ति पूर्वरात्रः पररात्रः अहोरात्रः इति वयं दृष्टवन्तः. पर्वलिङ्गं तद् द्वन्द्वतत्पुरुषयोः इति पूर्वसूत्रेण एतत् सूत्रं तु 2426 अस्ति. अत्र 2429 अस्ति रात्राह्नाः पुंसि इति. पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः परसूत्रेण पूर्वसूत्रेण या पर्वलिङ्ग या विधीयते तां बाधित्वा यत्र परसूत्रमस्ति उत्तरसूत्रं किमस्ति अत्र पुरस्तात् अपवादः अनन्तरान् विधीन् एव बाधन्ते न उत्तरान्. अतः एव तत्र रात्राह्नाः पुंसि इति न बाधते. परवलिङ्गमिति सूत्रं तु पूर्वसूत्रमस्ति एतत् बाधते एव. अत्र अनन्तरस्य विधिः वा प्रतिषेधो वा इति परिभाषया अपि बलेन अनन्तरविधिः अनन्तरस्य विधिः वा प्रतिषेधो वा इति परिभाषया अत्र रात्राह्नाः पुंसि एतत् अनन्तरविधिः भवति. अनन्तरमेव आगत्य कार्यं करोति. समीपवर्तिनं किम् अस्ति अत्र परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति 26 अस्ति. इति सूत्रमेव बाधते. यत् सूत्रं समीपवर्तिनः अस्ति तत् एव बाधते. परसूत्रम् अत्र 2429 इति न बाधते इति. पुरस्तात् अपवादः अनन्तरान् विधीन् एव बाधन्ते न उत्तरान्. उत्तरविधिः किमपि न बाधते इति अत्र दत्तम्. इदानीम् अत्र भवान् पठितुं शक्यते वा अनिल्महोदय? इदानीम् आगच्छ रात्रिश्च एतत् वयं पठतु. आगच्छ रात्रि अहश्च रात्रिश्च इति इतरेतरद्वन्द्वे पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तमस्ति. तत् बाधित्वा रात्राह्नाः पुंसि इति अपवादसूत्रेण पुंसत्वं विधीयते. अत्र समाहारे नास्ति इत्यतः स नपुंसकम् इति सूत्रस्य प्रसक्तिः एव नास्ति. पुनरपि एतदेव अत्र स्पष्टीकरणार्थम् अग्रे अपि पठतु महोदय. अहश्च रात्रिश्च अनयोः समाहार इति समाहारद्वन्द्वे स नपुंसकम् इति अपवादसूत्रं पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रं बाधते. पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन न तु रात्राह्नाः पुंसि इति उत्तरसूत्रम् उत्तरसूत्रम्. अतः अत्र समासः नपुंसकलिङ्गे स्यात्. किन्तु अत्र रात्राह्नाः पुंसि इति सूत्रमपि प्राप्तमस्ति. स नपुंसकं रात्राह्नाः पुंसि च इति अनयोः द्वयोः अपि अन्यत्र लब्ध अवकाशः वर्तते इत्यतः विप्रतिषेधे परं कार्यम्. इत्यनेन परत्वात् रात्राह्नाः पुंसि इति सूत्रेण समासस्य पुंसत्वं भवति. अतः अहोरात्र इति समासः पुल्लिङ्गे भवति. समाहारद्वन्द्वे रात्राह्नाः पुंसि इति अनन्तरविधिः स नपुंसकम् इति सूत्रं न बाधते. अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषाया बलेन यतोहि स नपुंसकम् इति सूत्रं समीपवर्तिनं नास्ति. अत्र समीपवर्तिसूत्रं तु पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रमेव इत्यतः तदेव सूत्रं बाधते. रात्राह्नाः पुंसि रात्राह्नाः इति अनन्तर्विधिः. रात्राह्नाः पुंसि इति परसूत्रमस्ति स नपुंसकम् इत्यस्य अपेक्षया. इत्यतः समाहारद्वन्द्वे रात्राह्नाः पुंसि इति सूत्रमेव प्रवर्तते. परत्वात् विप्रतिषेधे परं कार्यम् इत्यस्य आधारेण एतदेव वयं यत् पठितवन्तः तथैव पुनरपि तत्र दत्तं. विप्रतिषेधे परं कार्यं किं भवति? परसूत्रमेव बलवत् भवति इति. तत् एकं वाक्यमेव सफिशियण्ट् रैट्? वै अत्र पुनरपि स्पष्टीकरणार्थं एतत् वयं किम् अस्ति अत्र चेत् स्पष्टीकरणार्थमेव अत्र पुनरपि पुनरपि आगत्य एतदेव तत्र दत्तवन्तः, किमपि अत्र नूतनतया नास्ति एव. इदानीमत्र गोधमल् पठितुं शक्यते वा? अत्रापि एतदेव सहस्रान्नाः पुंसि यदा समासस्य उत्तरपदं रात्र अहन् अह च अस्ति तथा च समासान्तप्रत्ययः कृतः तदा द्वन्द्वतत्पुरुषसमासः पुल्लिङ्गे भवति. एतदन्तौ द्वन्द्वतत्पुरुषो पुस्येव रात्र अहन अह इत्येतानि उत्तरपदानि चेत् अपि च समासान्तं कृत्वा निर्मिताः द्वन्द्वतत्पुरुषाः चेत् पुल्लिङ्गे भवन्ति. परवलिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनं द्वन्द्वतत्पुरुषाः इति विशेषणत्वात् येन विधिस्ततदन्तस्य विधिस्ततदन्तस्य इति परिभाषासूत्रं प्रवर्तते, अतः तदन्तविधिः भवति. द्वन्द्वतत्पुरुषयोः इत्यानुवृत्तं प्रथमा बहुवचनेन विपरिणीतं रात्रादिभिः विशेष्यते तदन्तविधिः. रात्राहान्नान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः फलितमाः एतदन्ताविधि. परवलिङ्गातापवादः परवलिङ्गद्वन्द्वतत्पुरुषयोः इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः बहुवचने परिणामं कृत्वा द्वन्द्वतत्पुरुषाः इति भवति. अनुवृत्ति सहितसूत्रं द्वन्द्वतत्पुरुषाः रात्रान्नाः पुंसि यथा पूर्वाह्णाः अपराह्णाः मध्याह्नाः व्यधः त्रयः अत्र समासविषये किम् अस्ति चेत् उत्तरपदं रात्र अहन् अह च अस्ति तदा च समासान्तप्रत्ययः कृतः समास अन्तस्य एव. समासः कुत्र भवति? यत्र पदं द्वयोः अधिकमस्ति चेत् अत्र एकपदं स्वीकृत्य कार्यं करोति. इदानीम् अत्र द्वन्द्वतत्पुरुषसमासः पुल्लिङ्गे भवति इति एव वयं दृष्टवन्तः. अत्र रात्रान्हः इति पूर्वं वयं दृष्टवन्तः किं किम् अत्र अस्ति इति, अहोरात्रः तत् वयं स्वीकृतवन्तः. इदानीमत्र एतत् अन्तौ द्वन्द्वतत्पुरुषयोः पुंसि एव अतः भवति इति रात्र अहः अन्हः अहः इत्येतानि उत्तरपदानि चेत् अपि च समासान्तं कृत्वा निर्मिताः द्वन्द्वतत्पुरुषोः तत्पुरुषाः चेत् पुल्लिङ्गे भवन्ति इति वयं दृष्टवन्तः. एतत् अत्र अपि दत्तं, किमपि अत्र नूतनतया नास्ति एव. परवलिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः इदं वचनम्, अत्र पुल्लिङ्गमपि न पुल्लिङ्गमेव भवति, स्त्रीलिङ्गं न भवति, नपुंसकलिङ्गं न भवति. द्वन्द्वतत्त्वस्योः इति विशेषणत्वात् येन विधि तदन्तस्य विधिः अत्र अन्ते एव अस्ति येन विधि तदन्तस्य तत् अन्तस्य एव विधिः भवति इति परिभाषासूत्रं प्रवर्तते अतः तदन्तविधिः भवति तद् अन्ते पदं यत् भवति रा अहन् इति अस्ति चेत् रात्र इति अकारान्तपदमस्ति चेत् तत्र पुल्लिङ्गपदमेव भवति इति वयं दृष्टवन्तः पूर्वम् इदानीम् अत्र द्वन्द्वतत्त्वशयोः इति अनुवृत्तं प्रथमा बहुवचने बहुवचनेन विपरीतं किम् अस्ति चेत् तत्र रात्रादिभिः विशेष्यते तदन्तविधिः भवति अत्र येन विधि तदन्तसि इत्यनेन अत्र रात्रान् हाहान्त द्वन्द्वतत्पुरुषाः पुंसि इति अर्थः वयं दृष्टवन्तः रात्रः अह्नः अहः अत्र पुंसि इत्येव अर्थः इति तदन्तविधिः एव भवति अत्र अन्ते अकारान्तपदं श्रूयते अत्र फलितम् इदमाह किमस्ति चेत् एतत् अन्तादिविधिः अत्र किमस्ति अत्र एतत् अन्त आविति परवलिङ्ग अपवादः इति सूत्रं वयं पूर्वं दृष्टवन्तः परवलिङ्गं समीपवर्तिनः अस्ति अपि स नपुंसकं समीपवर्तिनः अस्ति अपि रात्राह्नाः पुंसि एव कार्यं करोति अत्र पुंवत् भावः एव भवति इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः बहुवचने परिणामं कृत्वा द्वन्द्वतत्पुरुषाः इति भवति अनुवृत्तिसहितसूत्रं द्वन्द्वतत्पुरुषाः रात्राणाः पुंसि यथा पूर्वाह्नः अपराह्नः मध्याह्नः अत्र व्यद्यः त्रय्यः यत्र यत्र एतत् अकार्यं अहः रात्रिविषये अनन्तरम् अत्र दिवसविषये यत्र आगच्छति पूर्वदिवसस्य विषये अग्रिमदिवसस्य विषये यत् तत् स्थाने रात्राह्नाः इति पुङ्गवत् भावः एव भवति इति पुनरपि तत्र दत्तं किमर्थम् अत्र चेत् येन विधि तदन्तस्य आदर् किमस्ति अत्र तदन्तविधिः भवति अतः एव अत्र स्पष्टीकरणार्थं पुनरपि एतत् दत्तवन्तः अत्र महोदय पठतु परवलिङ्गं महोदय अनिल् महोदय अस्ति वा पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते स नपुंसकम् इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वतत्पुरुषौ तयोः द्वन्द्वतत्पुरुषयोः परवत् अव्ययं लिङ्गं प्रथमान्तं द्वन्द्वतत्पुरुषयोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं द्वन्द्वतत्पुरुषयोः पर्वत् लिङ्गं परवत् लिङ्गम् अत्र मनसि स्थापयतु दिगु इति यत्र आगच्छति परवलिङ्गं द्वन्द्वतत्पुरुषयोः द्वन्द्वः किम् अस्ति अत्र रामः च लक्ष्मः लक्ष्मणः च इति भवति हरि च हरच्च एतत् द्वन्द्वतत्पुरुषयोः अनन्तरं दिगु किम् अस्ति अत्र सङ्ख्यावाचकपदम् एव अत्र दिगु इति अस्ति एतदपि सुबन्तेन एव समस्यते इदानीम् अत्र परवलिङ्गं द्वन्द्वतत्पुरुषयोः द्वन्द्वस्य द्वन्द्वञ्च द्वन्द्वः इत्युक्ते किं रामः च लक्ष्मणः च एतदेव मनसि अत्र आगत्य कार्यं करो मनसि स्थापयतु अत्र द्वन्द्वश्च तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति परवलिङ्गं यत् लिङ्गं भवति तत् एव अग्रे अपि आगत्य कार्यं करोति इति उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते सानुपुंसकम् इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरद्वन्द्वः क्रियते ग्रहणम् अस्मिन् सूत्रे. अत्र सा नपुंसकम् इति सूत्रमस्ति. अत्र नपु समाहारद्वन्द्वे नपुंसक एव पाणि च पादं च इति वयं पूर्वं दृष्टवन्तः. अनन्तरं द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वतत्पुरुषयोः तयोः द्वन्द्वतत्पुरुषयोः इति परत्वत् अव्ययं लिङ्गं कृतमान्तम्. अत्र परवत् इति अस्ति खलु, यत् परवत् अव्ययं भवति, लिङ्गम् इति कृतमान्तं भवति. द्वन्द्वतत्पुरुषयोः इति षष्ट्यन्तपदमस्ति, अत्र तत्र स्थानि भवति. षष्ट्यन्तं स्त्रीपदमिदं सूत्रम् अत्र अणु इति सहितसूत्रं. द्वन्द्वतत्पुरुषयोः पर्वत लिङ्गं, यत् लिङ्गं पर्वत् भवति तत् लिङ्गमेव अनुसृत्य कार्यं करोति इति. अतः एव अत्र स नपुंसकम् इति स्वीकुर्मः चेत् पाणिपादम् इति आगत्य कार्यं करोति. इदानीं भवान् एव पठतु अग्रे स नपुंसकम्. स नपुंसकं समाहारे द्विगुः द्वन्द्वश्च नपुंसकं स्यात्. पर्वलिङ्गं लिङ्गपवादः इदं सूत्रम्. पञ्चगवं दन्तोष्ठं सप्रथमान्तं नपुंसकं प्रथमान्तम्. स इति सः इति पदस्य द्वारा द्विगुः एकवचनम् इत्यस्मात् द्विगुः तथा द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इत्यस्मात् द्वन्द्वः इत्यस्य परामर्शः क्रियते. द्विगुरेकवचनम् इत्यस्मात् सूत्रात् विभाषा समीपे इति पर्यन्तम् एकवद् भावप्रकरणम् अस्ति. द्विगुरेकवचनम् इत्यस्मात् एकवचनम् इत्यस्य अनुवृत्तिः. प्रकृतसूत्रे सः इति पदेन एकवद् प्रकरणस्थेभ्यः सूत्रेभ्यः एकवद् भावस्य ग्रहणं क्रियते. अनुवृत्तिसहितसूत्रं स एकवचनं नपुंसकम्. अत्र अग्रे अपि एकः पङ्क्तिः एव पठतु. पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः मानचित्रणम् एकेन छात्रेण अतीव सुन्दररीत्या विचित्रितं वर्तते. अत्र प्रिण्ट् औट् करोतु. अनन्तरम् अत्र स्पष्टीकरणार्थम् अत्र दत्तमेव. यत् वयं पठितवन्तः तावदेव अत्र दत्तं, किमपि नूतनतया नास्ति. अत्र जेराक्स् मध्ये गच्छतु, अत्र स्वीकरोतु, बृहत्तया स्वीकरोतु. अत्र किं किम् इदानीं वयं दृष्टवन्तः, एतदेव अत्र भवति. इदानीं स नपुंसकम् इति सूत्रं किं भवति? समाहारे द्विगु इत्युक्ते किं? द्विगु इत्युक्ते संख्यावाचकम्. उत्तमं, संख्यावाचकमेव द्विगु इति अस्ति. नपुंसकं भवति एव, अतः एव वयं दृष्टवन्तः अत्र किमस्ति. अत्र पञ्चानां गवं समाहारः पञ्चगवम्, अत्र उदाहरणमपि दत्तमेव. पर्वलिङ्ग अपवादः इदं सूत्रं. पर्वलिङ्गम् इति सूत्रं वयं पूर्वं दृष्टवन्तः. किमस्ति पर्वलिङ्गं? द्वन्द्वतत्पुरुषयोः इति 2.26 सा नपुंसकम् इति 2.17 अस्ति, पूर्वसूत्रमस्ति. एतत् किमस्ति? पुरस्तात् अपवादः उत्तरान् विधीन् एव, उत्तरान् विधीन् न बाधन्ते, पूर्वविधीन् एव बाधन्ते इति वयं दृष्टवन्तः. इदानीमत्र समाहारे द्विगुः द्वन्द्वश्च नपुंसकं स्यात्, नपुंसकमेव. अत्र पर्वलिङ्ग अपवादः इदं सूत्रं. पर्वलिङ्गसूत्रमस्ति यत् भवति तत् एव अग्रे अपि आगत्य कार्यं करोति पदम् अत्र इत्यस्य. परन्तु अत्र एतत् सूत्रम् अत्र अपवादसूत्रमस्ति. पञ्चगवम् इति एव वयं स्वीकुर्मः, स नपुंसकम् इति. अत्र द्विगु इति, द्विगु अस्ति चेत् पञ्चगवं दन्तोष्टं स प्रथमान्तं नपुंसकं प्रथमान्तम्. अत्र सः इति पदस्य द्वारा द्विगुः एकवचनम् इति अपि अस्ति चेत् द्विगु तदा द्वन्द्वस्य पाणि तूर्य सेनाङ्गानाम्. अत्र द्वन्द्वः कुत्र कुत्र भवति? पाणिपादम् इति भवति. अनन्तरं तूर्य इत्युक्ते वाणी दुन्दुभिश्च एतत् सर्वम् आगत्य कार्यं करोति. अनन्तरं सेनाविषये अत्र यत्र यत्र केवलरी अनन्तरं इन्फेण्ट्री एतत् सर्वम् अस्ति खलु सेनाविषये सेनाविषये तत् विषये अपि अत्र द्वन्द्व इत्यस्य परामर्शः क्रियते. परामर्शः इत्युक्ते अत्र किं भवति इति परामर्शः. परामर्शः इत्युक्ते परमुष्यते एव परमर्शनं इत्यर्थः परायोगः मृत्स्ययोगः भावे गयं भवति. युक्तिः अत्र युक्तिः इति अर्थे एव परामर्शः बहवः अर्थः अस्ति अत्र. अत्र द्वन्द्व प्राणी अपि अस्ति. प्राणीविषये अत्र सिंहः व्यापरः अत्र अपि मयूरकुक्कुटः इति दृष्टवन्तः खलु तदेव अत्र अल्पाक्षरं पूर्वं भवति बृहत् अक्षरं अग्रे भवति. अत्र प्राणी सूर्य इत्युक्ते अत्र सङ्गीतविषय इन्स्ट्रुमेण्ट्स् अस्ति खलु सङ्गीतविषये एव भवति. अनन्तरं सेना अङ्गानाम् इत्यस्मात् द्वन्द्वः इति भवति. द्वन्द्वः वयं यत्र हरि च अर च इति भवति अत्र इतरेतरद्वन्द्वः. इदानीम् अत्र द्विगुर् एकवचनम् इत्यस्मात् सूत्रात् विभाषा समीपे इति पर्यन्तम् एकवत् भावप्रकरणम् अस्ति. एकवत् भावः इत्युक्ते अत्र विभाषा समीपे इत्युक्ते अत्र एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति इति. एकवत् भावः एव भवति अत्र एकवचनमेव भवति अत्र इत्यस्मात् एकवचनम् इत्यस्य अनुवृत्तिः प्रकृतिसूत्रे सः इति पदेन एकवत् भावप्रकरणेभ्यः एकवत् भाव इति प्रकरणमस्ति अत्र किम् अस्ति अत्र विसर्गप्रकरणम् अस्ति तत् स्थाने एव सहस्रजिशोरुः अनन्तरम् अत्र अव्ययप्रकरणम् अस्ति सुबन्तप्रकरणम् अस्ति सर्वप्रकरणम् अस्ति अध्यायम् अस्ति पृथक्तया अस्ति अत्र एकवत् भावप्रकरणस्तेभ्यः सूत्रेभ्यः एकवत् भावस्य ग्रहणं क्रियते. अनुवृत्तिसहितसूत्रं स एकवचनं नपुंसकम् एक पाणिपादम् अत्र एकवचनमेव अत्र स्वीकृत्य पञ्चगवम् अत्र एकवचनमेव आगत्य कार्यं करोति इति. पुरस्तात् अपवादः अनन्तराणि विधीन यत्र एतत् विषये अत्र किमस्ति पश्यतु अत्र बृहत्तया अत्र आगत्य कर्तुं शक्यते चेत् अत्र पठतु किञ्चित् एतत् विषये एव बृहत्तया प्रिण्ट् औट् करोतु किं किम् अस्ति इति. अत्र वयं पूर्वं पठितवन्तः पुरस्तात् अपवादः अनन्तरान् विधि बाधन्ते न उत्तरान् इति. तत् स्थाने वयं दृष्टवन्तः वृद्धिरेचि एतत् एत् युत्सु अनन्तरम् अत्र यङ्ग किम् अस्ति अत्र अनन्तरम् ओमाङ्गोच्च एतत् सर्वाणि सूत्राणि अत्र किं किं कार्यम् अभवत् इति अत्र दत्तं. जेराक्स् मध्ये गच्छतु अत्र बृहत्तया अत्र एतत् स्वीकर्तुं शक्यते एव. अस्तु अत्र किमपि कार्यमस्ति वा भवान् प्रश्नः उदेति वा? अस्ति चेत् अत्र लिखतु अग्रिमवर्गे वयं द्रष्टुं शक्यते एव. अत्र अन्तिमश्लोकं भवान् एव वदतु अनिल् महोदय. आं महोदय. ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः.